गतवर्गे द्विवादिगण इति समाप्तः, इदानीं तुदादिगणे शत्रन्तप्रातिपदिकं कथं निर्मीयते इति वयं पठिष्यामः, खलु? अस्तु, तर्हि विजया महोदय आरभतु। आं महोदय, नमस्कारः। अत्र तुदादौ शत्रुव्यवस्था, मीना भगिनी अपि आगतवती महोदय। अस्तु, पठतु। शत्रुप्रत्ययः षित् इति कारणतः तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः भवति। शत्रुप्रत्ययः नित्यं कर्तृत्वे च तुदादिगणे कर्तृत्वे सार्वधातुकप्रत्ययपरे धातुभ्यः शविकर्णप्रत्ययः विहितः अस्ति। वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रपाद्य तुदादिभ्यः शः आगत्य कार्यं करोति। किमर्थम्? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति, कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति। कर्तरि शप् इत्यस्य अन्यत्र लब्ध अवकाशः अस्ति, अतः तुदादिभ्यः शः कर्तरि शप् इत्यस्य अपवादभूतसूत्रं पूर्वपरनित्य अन्तरङ्ग अपवाद अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत् भवति। अतः अत्र तुदादिभ्यः शः इति सूत्रस्य कार्यं सिद्ध्यति। शत्रुप्रत्ययः षित् इति कारणतः अत्र तिंशित् सार्वधातुकम् इति सूत्रं सार्वधातुकप्रत्ययः भवति। अत्र तुदादिभ्यः शः इति अस्ति चेदेव अत्र कार्यं भवति। एतत् कर्तरि शप् इति सूत्रस्य सूत्रं प्रपाद्य तुदादिभ्यः शः कार्यं करोति। अत्र कर्तरि शप् इत्यस्य अन्यत्र लब्ध अवकाशः भवति एव, परन्तु तुदादिभ्यः शः कर्तरि शप् इत्यस्य अपवादः भवति। पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलियः इति परिभाषया अत्र तुदादिभ्यः शः इति कार्यं बलवत् भवति। अत्र कर्तरि शप् इति अपवादः भवति अत्र। प्रश्नः अस्ति वा? नास्ति खलु? कर्तरि शप् इति अस्ति सामान्यसूत्रं, तत् प्रबाद्य किं भवति? तुदादिभ्यः शः अपवादसूत्रमस्ति, अतः तत् सूत्रं कार्यं करोति। तदा न करोति चेत् कुत्रापि कार्यं न कर्तुं शक्नोति, अतः तुदादिभ्यः शः। प्रश्नः अस्ति वा? नास्ति महोदय। अग्रे पठतु महोदय। तुदादिभ्यः शः वयं जानीमः केवलं प्रथमवाक्यम् अथवा अपि च अन्तिमवाक्यं। कर्तृत्वे सार्वधातुकप्रत्यये परे अस्ति चेत् तुदादिगणे स्थितेभ्यः धातुभ्यः शाप्रत्ययः भवति। अत्र अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके तुदादिभ्यः धातुभ्यः परश्च शः प्रत्ययः भवति। कर्तरि शप् अपि जानीमः कर्तृत्वे सार्वधातुकप्रत्यये परे अस्ति चेत् तर्हि धातुतः शप् प्रत्ययः भवति। अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः भवति। अयं शाप्रत्ययः षित् अतः अनेन गुणकार्यं विहितं यत्र यत्र प्रसक्तमस्ति। परन्तु शः अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति। निद्वत् अतः निति च इति कारणेन यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धं भवति सार्वधातुकम् अपित्। अत्र सार्वधातुकम् अपित् अस्ति अतः नित्वत् भवति। नित्वत् भवति चेत् ङिति च इत्यनेन गुणकार्यं निषिद्धं भवति। इदानीं सार्वधातुकम् अपित् अपित् सार्वधातुकं नित्व नित् इव अस्ति। सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् भवति। ङिति च अपि वयं जानीमः यः प्रत्ययः खित्स् गित् खित् अथवा नित् अस्ति, अपि च तस्मात् प्रत्ययं पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणवृद्धिः न भवति. अनुवृत्तिसहितसूत्रं निति च एकः गुणवृद्धिः न भवति इति तत्र निति च इति सूत्रं भवति. आहत्य तुजादिगणे शत्रुप्रत्यये परे शा प्रत्ययः विहितः, श च नित्वत् भवति. अस्य एकः परिणामः गुणनिषेधः. परन्तु तदा दृष्टं दिवादिगणे प्रत्ययस्य नित्वत् भवनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेकप्रभावः सन्ति. तेषु त्रयप्रमुखाः अधो लिखिताः. एतत् दिवादिगणे विषये तत्र अधः दत्तं खलु महोदय? दिवादिगणे अपि आसीत्, अत्र अपि अस्ति, यतोहि उभयत्र विकरणप्रत्ययः कार्यं करोति. नमस्ते महोदय, अहं मीना अस्मि. अत्र विजया भगिनी कुत्र पठति? शीघ्रं शीघ्रं पठति सा, कुत्र पठति सा? किञ्चित् निधानम् अवश्यमिति चिन्तयामि. अहं कुत्र अस्ति इति अहं चिन्तया अहं जानामि. सुदादिगणप्रातिपदिकनिर्माणम् ओ सिक्स् ए ओ फैव ओ फैव ओवर् ओ सिक्स् कुत्र पठति स शत्रन्तप्रातिपदिकत्र सिक्स् इदानीं करपत्रषष्ठं करपत्रं करपत्रषष्ठं तत्र दिवादिगणः वा सुदादिगणः षष्ठमकरपत्रं खलु षष्ठमकरपत्रम् ओ सिक्स् ए फैव तत्र वा कुत्र पठति इति अहं न जानामि. सिक्स् ए सार्वत्रिकप्रत्ययप्रकरणं कृत्सु इत्यस्मिन् षष्ट सार्वत्रिकप्रकरणं कृत्सु इति अस्ति खलु सिक्स् ए जीरो सिक्स् ए इति तत्र जीरो सिक्स् ए ओ फैव तस्मिन् इदानीं ओ सिक्स् तुगादिगणे तत्रान्तप्रातिपदिक ओ सिक्स् ओ सिक्स् ए ओ सिक्स् ओ सिक्स् ओ सिक्स् ओ सिक्स् ए इन् ओ सिक्स् ए ओ सिक्स् ओ सिक्स् ए ओ सिक्स् तत्र कुत्र अस्ति विशेषदातवः वा मया पर ई पत्रे प्रविषितं खलु सङ्केतम् अत्र क्लिक् करोतु करपत्रम् उद्घाटितं भवति अस्तु तर्हि अत्र तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणं प्राप्तं खलु महोदय तुदादिगणे शत्रुव्यवस्था वा शत्रुदिगणे शत्रुप्रातिपदिकनिर्माणं करपत्र कुत्र अस्ति महोदय जालपुटे अस्ति खलु लिङ्क् क्लिक् करोतु खलु दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम् अस्ति तत्र कः सा कुत्र पठति तुदादिगणे इदानीं कितिनिति विशिष्टकार्याणि अस्तु अस्तु अस्तु महोदय रघुपतिमहोदय पठतु अत्रापि अस्माभिः पूर्वमेव पठितम् अतः झटिति पठतु आं महोदय कितिनिति विशिष्टकार्याणि यः कोऽपि प्रत्ययः कित् नित् वा भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि प्रथम अङ्गान्ते उपादायाञ्च इकः गुणनिषिद्धः सुधातौ सुदयोग शायोग हि सुदति सुद्योग शायोग शत्रु सुदत् इति च इति सूत्रम् इदेन गुणः निषेधः द्वितीयः अनिधिधातूनाम् उपादायां नकारलोपः येषां हलन्तधातूनाम् इत्संज्ञकः ह्रस्व इकारः नास्ति तेषां धातूनाम् उपादायां नकार अस्ति चेत् तस्य लोपो भवति तुम्फ् योग शयोग ति अत्र नकारस्य लोपः भवति त्रुम्फ् क्षम्यतां त्रुम्फ् योग शयोग ति न लोपः त्रुफ् योग योग शत्र शत्र त्रुम्फ् योग शयोग शत्र न लोपः अनुदितं हल उपादायाकिति इत्यनेन परन्तु सुदादिगणे विशिष्टवार्तिकेन येषां पुनः नुमागमः आनीयते श्ये तृम्पादीनां नुं वाच्यः इत्यनेन त्रुम्फ् योग शायोगति नलोपः त्रुफ् योग आयोगति पुनः नुमागमः शेतुम्फादीनां नुम्वाच्यनेन पुनः त्रुम्फ् योग अ ति त्रुम्फ त्रुम्फति इति भवति. तृतीय अस्ति सम्प्रसारणे सम्प्रसारण किञ्चित् नूतनमस्ति, पुनः वदतु एकवारं किं लिखितम्. अस्तु, अत्र सामान्यतः अनुदित तत्र एकमस्ति नितिचैत्यनेन गुणनिषेधः भवति इति वयं जानीमः. द्वितीयमस्ति अनुदितधातूनाम् उपादायाः नकारलोपः भवति इति अस्ति सामान्य तत्र नकारस्य लोपः भवति. परन्तु अत्र तुम् त्रुम्फ् इति धातुः अस्ति, त्रुम्फ् इति धातुः अत्र मूले नकार आसीत्, अनन्तरम् अत्र तत्र मकारः अभवत् तत्र तत्र अनुसारसे परसवर्ण इत्यनेन प्रायः तत्र तम्फ् इति भवति, त्रुम्फ् इति अभवत्, तस्य नकारस्य लोपः भवति. इदानीं तत्र त्रुप् योगश योगशत्व इति भवति, परन्तु इदानीं तत्र यदा न लोपे जाते पुनः तत्र नुमागमः भवति श्ये त्रुम्पादीनां नुं वाच्य त्रुम्पादीनाम् इति तत्र अन्ये अपि धातवः सन्ति इति अहं चिन्तयामि. तत्र त्रुम्प् इत्यस्य पुनः नुमागमः भवति, अतः पुनः यद्यपि अनिदित् धातुः अस्ति अनिदित् धातुः अस्ति अपि च नकार उपादायं नकार अस्ति तस्य लोपः भवति, पुनः नकार नुमागमः भवति, अतः त्रुम्फति इति भवति, अतः तस्यापि त्रुम्फत् इति भवेत् तत्र शत्प्रत्ययस्य. नाम सामान्यतया अनिदितां खलु उपधायानिति इत्यनेन उपधायां नकारस्य लोपः भवति, परन्तु शप्रत्ययपरे शे इत्युक्ते किं शप्रत्ययपरे त्रुम्फ आदिधातूनां पुनः नुमागमः भवति, त्रुफ् मध्ये नुमागमः भूत्वा त्रुम्फ् भवति त्रुम्फति. अवगच्छन्ति महोदय? अत्र एकेव अस्ति वा, त्रुम्फ एव एव अस्ति वा महोदय, अन्य अस्ति वा न जानामि. अन्य अपि भवेयुः खलु, अग्रे आगच्छति. अग्रे अग्रे तृतीयः सम्प्रसारिणीनां धातूनां सम्प्रसारणं यण् स्थाने एक आदेशः यण् सन्धौ यथा भवति तस्य विपरीतक्रमः कितिनिति प्रत्यये परे व्रश्च व्रश्च योग शायोग ति अत्र रेफस्य स्थाने ऋकारः भवति मूर्धन्यऋकारः भवति तत्र सम्प्रसारणं भवति वृश्चति वृश्चति इति भवति व्रश्चयोग अशायोग शत्रु व्रश्च वृश्चत् इति सूत्रमस्ति ग्रहिज्या वै वेदि वृष्टि विचति पृच्छति पृच्छति वृजतीनां निधि च इति सूत्रेण तत्र सम्प्रसारणं भवति. किमर्थमिति तत्र श इति किमस्ति अत्र क्षम्यतां कित्नित् प्रत्यये अस्ति खलु तत्र ग्रहीत्यावधि साक्षात् उक्तमस्ति कित्नित् प्रत्यये परे भवति नित् अस्ति श इति नित् अस्ति इति कृत्वा अग्रे पठामि वा महोदय. प्रश्नः अस्ति वा कस्यापि? अस्तु अग्रे. ध्येयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित् शन् श तथापि सर्वत्र तयोः कार्यं समानं नास्ति, भेदाः सन्ति. यतोहि शन् हलादि अस्ति, य इति भवति यत् हलादि अस्ति, अपित् प्रत्ययः श इति अजादि अपित् प्रत्ययः. हलादि अजादिभेदात् कार्ये भेदाः सन्ति, परन्तु उपरितननियमत्रयं सार्वत्रिकम्. नाम कित्नित् प्रत्यये परे अस्ति चेत् येषां त्रयाणां कार्यं भवत्येव, इत्युक्ते तत्र निति च अनिदितां धातूनां नकारलोप उपदनकारलोप सम्प्रसारणम् इति भवत्येव. येषु त्रिषु नियमेषु गुणनिषेधः न लोपः सम्प्रसारणम् इत्येषु प्रत्ययश्च हलादि अजादिभेदात् न कोऽपि प्रभावः, किन्तु तत्र किमपि न भेदः नास्ति तत्र त्रिषु त्रयाणां तत्र कार्यत्रयमपि भवितुम् अर्हति. अजादि अपि भवति चेदपि हलादि अपि अस्ति चेदपि, किन्तु अन्यत्र हलादि अजादिभेदेन भेदेन कार्यभेद कार्ये भेदः भवति. यद्यपि कार्ये कित्नित् इति प्रसङ्गः अस्ति, परन्तु हलादिपरे अथवा अजादिपरे इति कुत्रचित् उक्तं, यथा प्रत्यय हलादि कित्नित् चेत् वयं दृष्टवन्तः हलि च इति इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपादायः स्थितः इक् वर्णः दीर्घः भवति. यदा वयं दृष्टवन्तः दिवादिगणे दृष्टवन्तः दिवादिगणे षण् हलादिः, अतः इदं कार्यं भवति. अस्तु, झृ योग योग य इति अस्ति इदानीं षण् इत्यनेन. इदानीं तत्र तत्र जिर् इति भवति केन सूत्रेण? तत्र ऋतैर्धातोः इत्यनेन. तत्र इदानीम् इ भवति, इर् इति भवति. इदानीम् इर्य इति अस्ति, इदानीं जीर् इति भवति. तर्हि जीर्यति इति हलादि, यकार हलादि अस्ति, परन्तु दादौ ष अजादि अतः न भवति. अन्यत्र प्रत्यय अजादि कित्नित् चेदेव भवति. यथा अचिष्णुदातु ब्रुवाङ् युवोर् यङ् वङ् युवोः इयङ् वङ्गौ इति सूत्रेण कित्नित् अचिपरे इकारान्त उकारान्त धातुरूपी अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ् उवङ् आदेशो भवति. यदा रीयोग अयोग ति, इदानीं तत्र रीयोग श इति आसीत्, तत्र रीयोग अयोग ति. इदानीं तत्र धातुः अस्ति अचिपरे, इदानीं रि इति धा अचिष्णुधातु ब्रुवाङ् धातु, आम् अतः रियोग अ इति अस्ति, अतः रि इति धातुः अस्ति, अतः इयङ् आदेशः भवति, रियति इति भवति. दिवादौ षन् अतः इदं हलादि अस्ति, अतः इदं कार्यं न सम्भवति, यतोहि तत्र अचि नास्ति, यकार हल् अस्ति. अन्यानि कित् निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते. अस्तु, धन्यवादः महोदय. प्रश्नः अस्ति वा कस्यापि? न महोदय, स्पष्टमस्ति. नास्ति महोदय. अस्तु, मीना महोदय अग्रे पठतु. आयोजनविधिः. आयोजनविधिः आहत्य यथा सामान्यं शत्रुप्रयत्ने परे अस्माकं सोपानद्वयं प्रवर्तनीयं. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा तदा धातुविकरणप्रत्ययोः मेलनं, शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्ग शत्रुप्रत्ययोः मेलनं. तुदादिगणे उपरि उक्तानि ष निमित्तिकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानं. द्वितीयसोपाने शत्रुप्रत्ययः सोपाने अङ्गम् अदन्तम्, अतः अङ्गकार्यं गुणकार्यं नास्ति. वर्ण निमित्तकं कार्यमस्ति यथा सामान्यं अतो गुणे इत्यनेन. इदानीं सोपानद्वयम् अस्ति, विकरणपत्योः निमित्तकं अङ्गकार्यं धातुविकरणपत्योः मेलनं, तदनन्तरं शत्रुनिमित्तकम् अङ्गकार्यं, तत्र अङ्गम् अपि च शत्रुप्रत्ययोः मेलनम्. अत्र यदि तुदादिगणे अकारः अस्ति, गुणकार्यं गुणनिमित्तिककार्यं नास्ति, वर्णमेलनमेव अतो गुणे इति सूत्रेण. दातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम्. अजन्तदातवः अन्त्यक्रमेण आयोजिताः, हलन्तदातवः उपदाक्रमेण विभक्ताः. अजन्तदातवः अकारान्तः आकारान्त इकारान्त इकारान्त उकारान्त उकारान्त ऋकारान्त ऋकारान्त एजन्ताश्च. हलन्तदातवः अदुपदा यदुपदा उदुपदा ऋदुपदा शेषदातवः चेति. तर्हि अनेन आयोजनेन अग्रे सामान्यदातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति तानि सूच्यन्ते, तदा विशेषधातूनां कार्याणि सूच्यन्ते. तत्र धातु चतुर्दशविधाः इति विभक्ताः अस्ति, अजन्त अपि च हलन्त. तत्र अजन्त इति चेत् अकार एचः पर्यन्तम्, उपधा इत्युक्ते अद् उपधा इद् उपधा इति एवम् एव. तर्हि तुदादिगणे पठामि वा? तुदादि किमपि अङ्गकार्यं नास्ति तानि तदा विशेषधातूनां कार्याणि सूच्यन्ते. श्रूयते वा? पठतु आम् आं भगिनि श्रूयते सम्यक् पठामि वा तुदादिगणे सप्त पञ्च पञ्चादश सप्तपञ्च पञ्च पञ्च पञ्चदश धातवः सामा किं किं सप्तपञ्चदश किम् एकशतमधिक एकशतमधिक खलु एकशतम् अधिक सप्तपञ्चाशत् सप्तपञ्चाशत् अधिकशतं सप्तपञ्चाशत् अधिकं तदेव अहम् उक्तवती एकशतमेव सप्तपञ्चाशत् अधिक एकशतं ओके सामान्यदातवः तत्र एकशतं चत्वारिंशः चत्वा न न लेफ्ट् रैट् टु लेफ्ट् करोतु महोदय चतुर्दश एकशतं चतुर् फोर् दश चतुर्दश चतुर्दशाधिक एकशतं तत्र सप्तपञ्च पञ्चदशाधिक एकशतम् ओके येषां धातूनां कृते सम्यक् वा सप्तपञ्चाशत् खलु पञ्चाशत् सप्तपञ्चाशत् अधिक एकशतम् अत्र चतुर्दश अधिक एकशतं चतुर्दश अधिक एकशतं दिस् इस् फिफ्टि फोर्टीन् अण्ड् फोर् फोर्टीन् अण्ड् वन् हण्ड्रेड् तत्र सेवेन् फिफ्टि अण्ड् वन् हण्ड्रेड् वा सप्त पञ्चदश एक एकशताधिकं न पञ्चदश पञ्चाशत् फिफ्टि पञ्चाशत् सप्तपञ्चाशत् एकशतं वा सप्तपञ्चाशत् अधिक सप्तपञ्चाशत् अधिक एकशतम् येषां धातूनां कृते चत्रन्तप्रातिपदिकनिर्माणसमये चत्रन्तप्रातिपदिकनिर्माणसमये किमपि कार्यं नास्ति सामान्यधातवः केवलं वर्णमेलनं लघु इकुबुधा धातुः चेत् पुगन्धलघुबुधस्य इत्यनेन गुणः तदा सार्वधातुकं सार्वधातुकम् अपि ङिति इत्याभ्यां गुणनिषेधः भवति ओके आदु तत्र सामान्यदातवः आदुपदधातवः चत्वारदातवः त्वच् त्वच् योगः श आदुपद त्वच् योगः शत्र त्वच क्षम्यतां त्वच योगः शत्र त्वच योगः अत् अतो गुणे त्वचत्येव अत्यनेन पूर्वपरयोः एकपररूपम् आदेशः त्वचत् लज् लज् लजत् खड् खडत् चल् चलत् इदानीम् इद् उपदा इद् इगदुपदा दातवः त्रिविंशत् त्रयोविंशत् त्रिविंशत् दातवः लिक् योगः श लिख लिखयोगः शत्रु लिखत् लिखत् एव भवति उदुपदायाः पञ्चपञ्चाशत् दातवः तद् तुद् श तुद् तुद शत्रु तुदत् अतो गुणे तुदत् इति अन्तिमरूपम् ऋतुपदाः एकविंशे दातवः सृज् श सृज शत्रु सृज अत् सृजत् एव शेषदातवः दशदातवः चर्च् योगः श चर्च योगशत्रु चर् चर्च अत् चर्चत् एव विशेषदातवः धन्यवादः महोदय अस्तु इदानीं पर्यन्तं प्रश्नः अस्ति सम्यक् नास्ति महोदय, सुलभमेव अतौ गुणे इति अनेन. अस्तु विजया महोदय, भवती एव पठतु अग्रे. आम्, अत्र विबिन्दुः विशेषदातवः चतुश्चत्वारिंशत् दातवः, ईद् इगन्तदातवः षोडशदातवः. इगन्तदातवः इक् प्रत्यहारस्य कश्चन सदस्यः अन्ते येषां ते. इक् प्रत्यहारः नाम ई ऊरु लु. अतः अस्मिन् इकारान्तदातवः, उकारान्तदातवः, ऋकारान्तदातवः च अन्तर्भूताः. एतावता अस्माभिः दृष्टं यत् गुवादिगणे शप् पित्, अतः सर्वत्र इगन्तदातोः गुणः नियोगः ने भवति, भूयोगः भो भवति, कृ इत्युक्ते कर् भवति. दिवादिगणे श्यन् अपित्, अतः गुणनिषेधः, तत्र गुण अभावे विशिष्टकार्याणि वर्तन्ते. सुदादिगणः अपि तथा. श इति विकरणप्रत्ययः, अयं श प्रत्ययः सार्वधातुकः, किञ्चित् सार्वधातुकम् इत्यनेन. अपित् पकारः इत् यस्य न. नित्वत् निति च अजादिः अच् आदौ यस्य सः च. अतः संक्षेपे अजादिः अपित् इति वदेम. एतावता वयं दृष्टवन्तः यत् व्याकरणे ई ऊरु इत्येषां कार्यद्वयं सम्भवति. प्रथमबिन्दुः गुण आदेशः भवति, नाम ई स्थाने ए, ऊ स्थाने ओ, रु स्थाने अर् भवति. द्वितीयबिन्दुः यनादेशः इको एनचि इत्यनेन, नाम ई स्थाने य, ऊ स्थाने वा, रु स्थाने रेपः इति. अधुना इतोपि द्वे कार्यं सम्भवतः इति बोध्यम्. तृतीयबिन्दुः इयङ् उवङ् आदेशः ई स्थाने य, ऊ स्थाने उ, अचिष्णु धातु गुरुवं योर् इयङ् उवङ् इत्यनेन. अनन्तरं चतुर्थबिन्दुः रिङ् इति आदेशः ऋ स्थाने रि भवति. कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्येम. अत्र प्रथमबिन्दुः एतावत् अत्र किमपि एतत् सर्वं जानीमः एव खलु महोदय. अत्र प्रतिपादनं करणीयम् इति न आवश्यकं खलु महोदय. अस्तु महोदय, पूर्वं पठितमेव. इदानीम् ईकारान्तदातवः चत्वारः दातवः एव. अत्र श इति विकरणप्रत्ययः अजादिः अपित् इति कारणतः एकं सूत्रम् अत्र कार्यं करोति. अचिष्णु धातु ब्रुवाङ् इयोर् इयङ् उय उवङ्गौ इत्यनेन, अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति. अजादि अपित् प्रत्ययपरे क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगण्यः रि इति धातुः. अयं रि धातुः यदि भ्वादिगणे अभविष्यत् तर्हि शतरि किं रूपम् अभविष्यत् इति चिन्तयेम. रियोगः शप् रियोगः आ एव तिष्ठति अनुबन्धलोपानन्तरं. सार्वधातुक आर्धधातुकोः आर्धधातुकयोः इत्यनेन गुणः रे योगः इकारस्य स्थाने रे इकारः भूत्वा रे योगः अ. इदानीं येचो यव यवः इत्यनेन अयादेशः भवति. रय योगः शत्रु अत्र अत्येव तिष्ठति, रयत् इति भवति. इदं केवलं चिन्तनार्थं. रीधातुः भूवादौ नास्ति, अतः इदं रूपं न सम्भवति एव. एतत् अत्र कार्यं न भवति एव, चिन्तनमपि नास्ति. परन्तु द्वितीयबिन्दुः यदि तुदादिगणे सम्भव सामान्यचिन्तनं अकरिष्याम तर्हि रीधातोः शतरि किं रूपम् अभविष्यत् इति चिन्तयेम. रीयोगः श भवति, अकारः एव तिष्ठति. रीयोगः इको यनचि इत्यनेन यनादेशः भवति. यन्सन्देहे प्राप्तिः. इदानीं रीस्थाने किं किं महोदय अत्र यत् इति भवति. यत् शत्रु इदं केवलम् एतदपि चिन्तनार्थं. वास्तवे इको यनचि बाधितमस्ति, अतः इदं रूपमपि न सम्भवति एव. अनन्तरं वस्तुस्थितिः का इति अग्रे पश्येम. रीयोगः किमर्थं बाधितमस्ति अत्र? एतत् सम्भवम् नास्ति एव, एतत् चिन्तनमेव अत्र अस्ति. चिन्तनमेव अत्र कार्यं य तादृशम् अत्र कार्यं भवितुं शक्यं किल कार्यं भवितुं शक्यं किल एतत् शब्दम् अशुद्धं भवति अशुद्धं भवति अतः एतत् न भवति एव भवती भवती अत्र प्रतिपादनं करोतु महोदय भवती प्रतिपादनं करोतु भगिनि अग्रे आगच्छति अत्र इकोयणचि सार्वधातुकार्धातुकयोः इति सूत्रद्वयं बाधित्वा नूतनसूत्रं कार्यं करोति अचिष्णुधातु ब्रुवां खलु विस्मरति वा न विस्मरामि किमर्थम् व्याख्यानं किं वदति इको यनचि अपि च सार्वधातुकं मार्धातुकयोः इति सूत्रस्य किमर्थम् अचिष्णु सर्वसामान्यं सूत्रमस्ति इको यणचि तदा इको यणचि अस्ति तत् बाधित्वा सार्वधातुक आर्धातुकयोः कार्यं करोति परसूत्रमस्ति अपि च अन्धकार्यमपि अस्ति तदनन्तरं यत्र सर्वधातुकार्धधातुकयोः सूत्रं कार्यं करोति यथा भवादिगणे चुरादिगणे तत्र कार्यं भवतु परन्तु यत्र यथा दिवादिगणे अपि च तुरादिगणे अपि तस्ति विकरणप्रत्ययः अत्र सर्वधातुकार्धधातुकयोः किल इको यनचि अपि च बलाबलम् अस्ति तदनन्तरं सार्वधातुकार्धधातुकयोः अपि अत्र कार्यं न करोति तत्र अग्रे यदि अच् प्रत्ययमस्ति अजादिप्रत्ययमस्ति यथा उदादिगणे तत्र इदानीम् अचिष्णुधातु ब्रुवां कार्यं करोति आहत्य इको यणचि सर्वसामान्यं तद् बाधित्वा सार्वधातुकाधातुकयोः तदपि बाधित्वा अचिष्णुधातु ब्रुवाम् इति इको सार्वधातुक आर्धधातुकयोः किमर्थं बाधयति इको यणचि सूत्रं भवती वदतु सूत्रसङ्ख्या इति इको यणचि कस्मिन् पाठे अस्ति सार्वधातुक अर्धातुकयोः कस्मिन् अध्याये इको यणचि षष्ठम अध्याये अस्ति सार्वधातुक अर्धातुकयोः सप्तम अध्याये अस्ति कस्य बलमस्ति सार्वधातुक अर्धातुकयोः तस्मात् एव तत्र सङ्ख्या नास्ति तत् अस्माभिः अनेकवारं कृतम् इदानीं संख्यायाः आवश्यकता एव नास्ति सप्तम अध्याये अस्ति अङ्गकार्यमपि अस्ति इको यणचि वर्णकार्यमस्ति अतः इदानीं वा जानामि तत् स्व इदानीं सार्वधातुक अर्धधातुक अपि च अशिष्णु ध्रुवाम् अनयोः प्रत्ययोः ऐ मीन् सूत्रयोः बलाबलं चिन्तनं कर्तव्यं वा करोतु सार्वधातुक अर्धातुक संख्या किं महोदय सप्तम अध्याये अस्ति अतिशुहतु ब्रुवां षष्ठम अध्याये अस्ति कस्य बलमस्ति सार्वधातुक अर्धातुकयोः अतः भवादिगणे सार्वधातुक अर्धातुकयोः कार्यं करोति षष्ठमगणे तु अङ्गकार्यमेव भवति सप्तमगणे अपि अङ्गकार्यमेव अस्ति तद् इदानीं नास्ति परन्तु सार्वधातुकार्धातुकयोः सप्तमगणे परसूत्रमस्ति अतः अचिष्णुधातु ब्रुवां तस्मात् अपेक्षया बलवरमस्ति अतः भवादिगणे चुरादिगणे तस्य कार्यं भवति यद्यपि अचिष्णुधातु ब्रुवां तस्य प्रसक्तिः भवति परन्तु सार्वधातुकार्धातुकयोः कार्यं भवति यतोहि बलवत्तरमस्ति तुदादिगणे सार्वधातुकार्धातुकयोः कार्यं न भवितुं शक्नोति यतोहि अपित् अस्ति प्रत्ययः अतः अचिष्णुधातु ब्रुवाम् एव कार्यं करोति प्रथमम् इको यणचि अपि च सार्वधातुक अर्धधातुकयोः सूत्रयोः बलाबलचिन्तनेन उक्तं तत्र तत्र इको यणचि तत्र सन्धिकार्यं सार्वधातुक अर्धातुकयोः अङ्गकार्यं तस्मात् सार्वधातुक अर्धकयोः बलवत् भवति तदनन्तरं सार्वधातुकयोः अपि च अचिष्णु ब्रुवां योर्यङ्गम् इति सूत्रद्वयोः बलाबलं चिन्तनीयं तत्र सार्वधातुक अर्धातुकयोः प्रसक्तिः नास्ति किमर्थमिति चेत् सकारः अपित् अस्ति सार्वधातुकम् अपि ङिति तत्र गुणनिषेधः भवति तस्मात् अजिष्णुं भवाम् यु ऐ एन् औ इति कार्यं करोति. इदानीं अहम् अवगतं वा महोदय? त्रयाणां सूत्राणां प्रसक्तिः अस्ति इदानीम् अत्र कस्य बलावलम् इति भवति. सर्वे आगच्छन्ति खलु? प्रश्नः अस्ति वा? नास्ति महोदय. अग्रे पठ. अहमेव वा महोदय? न न, विजयमहोदय एकनिमिष. कुतः अस्ति वस्तुस्थितिः का इति अग्रे पश्यामः. एतत् अभवत् खलु अत्र. इदानीम् अचिष्णु दातु पठामि वा महोदय? अचिष्णु दातु ब्रुवां युवर् इयङ् उवङ्गौ. अत्र अनुवृत्तिसहितसूत्रमेव पठामि वा? अनुवृत्तिसहितसूत्रं युवोः स्नु धातु ब्रुवाम् अङ्गाणाम् इयङ् उवङ्गौ अचि प्रत्यये परे एतत् भवति इति तत्र दत्तम्. अनन्तरम् अनेकश्चित् सर्वस्य अपि वयं जानीमः एव. आदेशः अनेकाल्, आदेशे एकः एव वर्णः न, अपि तु अनेकवर्णः. अत्र अनुवृत्तिसहितसूत्रम् अनेकश्चित् सर्वस्य स्थाने भवति कार्यम्. अनन्तरं निच्च इति आदेशः नित् चेत् तर्हि अनेक चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः भवति. इदं सूत्रम् अनेकश्चित् सर्वस्य इत्यस्य अपवादसूत्रमस्ति. निच्च अत्र अनुवृत्तिसहितसूत्रं नित् च अन्त्यस्य स्थाने एव कार्यं भवति इति. अत्र उदाहरणरूपेण पश्येम चेत् रियोगः अ, रेपः योगः इ, योगः अ, रिय इति भवति. आम् आम् आम् आं महोदय. अन्त अलोन्तस्य इति अपि तत्र स्वीकुर्मः. इदम् इदानीं रिययोगः शत्रु अति एव तिष्ठति. रिययोगः अत् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूप आदेशः भवति. अतः रियत् इति अन्तिमरूपं भवति. इदानीं तुदादिगणे चत्वारः इकारान्तदातवः रि पि दि क्षि येषां सर्वेषां कार्यं रि यथावत् अतः रियत् पियत् दियत् क्षियत् इति भवति. अस्तु, सर्वे आगच्छन्ति. धन्यवादः महोदय. इदानीं कस्य अस्ति? रघुपति आचार्यः पठतु महोदय. उकारान्त, हा उकारान्त, उकारान्तदातवः षड् दातवः सन्ति. ष इति एकनपत्तेः अजादिः अपि इति उक्तम्. तस्मात् कारणात् अत्र पुनः इदं सूत्रं प्रवर्तते. अचिष्टुर्धातु भ्रुवं युवरियङ् उवङ्गौ. अनेन उकारान्तधातूनाम् उवङ् आदेशः भवति अजादि अपि प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेम. सुगादिगणीयः गु इति धातुः. अयं गू धातुः यदि भुवादिगणे अभविष्यत् तर्हि शतरि किं रूपम् अभविष्यत् इति चिन्तयेम. गूयोग शप् गूयोग अ सार्धात् कार्धातुक इत्यनेन गुणः. गोयोग अ यचोयवायावः इत्यनेन अवादेशः. गव योग अ गव गवयोगशत्र गवत्. इदं केवलं चिन्तनार्थम्. अयं गू धातुः भ्वादौ नास्ति, अतः इदं रूपं न सम्भवति. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्यामः तर्हि गू धातोः शतरि किं रूपम् अभविष्यति इति चिन्तयेम. गूयोग श इति गूयोग अ युकोयणचित्तनेन गुणसन्धेहे प्राप्तिः ग्व इति भवति. ग्वयोग शत्र ग्वत्. इदं केवलं चिन्तनार्थं. वास्तवे इकोयनचि भाजितमस्ति, अतः इदं रूपं न सम्भवति. वस्तुस्थितिः का इति अग्रे पश्येम. गूयोग श इति गूयोग अ इति अस्ति. इकोयणचित्तनेन यन् प्राप्तिः भाजितं बलाबलेन. सार्धात् कार्धात्कयोः इत्यनेन गुणप्राप्तिः. सार्धात्कमपित्येन श नित्वत्. निति च इत्यनेन गुणनिषेध. गूयोग अ इति शप्रत्यय. अजादि अपि अतः उवङ् आदेशः भवति. अचिष्टु धातु ब्रुवाङ् ब्रुवाङ् युवोः इयङ् उवङ्गौ इत्यस्य अर्थः उपरि दत्तः. अत्र गू धातुः उकारान्तः, अतः उकारस्य स्थाने उवङ् आदेशः न तु इयङ् इत्येव भेदः. यतः सूत्रं वक्ति यत् इकारान्तधातोः स्थाने इयम् उकारान्तधातोः स्थाने उवङ् इति, तदा उवङ् आदेशः कस्य स्थाने इति चेत् पुनः अनेकासि सर्वस्य इत्यस्य अपवादे निच्च सूचयति यत् अन्त्यस्य एव आदेशः, तर्हि उवङ् आदेशः भवति अन्त्यस्य उकारस्य स्थाने। गुयोग अ इति भवति गु योग उ आदेश, उव इति आदेशः, गुव इति अङ्गं भवति, गुवयोग अत् इदानीं शतरि अतोगुण इत्यनेन तत्र पूर्वपरिवस्थाने पररूपाक एकादेशः गुवत् इति भवति। सुधादिगणे षट् उकारान्तदातवः सन्ति गु धृ कुं नु धू षु इति, येषां सर्वेषां कार्यं गु यथावत्, अतः गुवत् ध्रुवत् कुङ् इति तत्र नित् अस्ति अतः तत्र कुवमान इति आत्मनेपद्यदातुः, नुवत् धुवत् सुवत् इति। अत्रापि यत्र यथा इयङ् अस्ति तत्र इदानीम् उवङ् आदेश दीर्घारु उकारान्तः भवतु अथवा ह्रस्व उकारान्तः भवतु, तत्र शप् श इति तस्य अस्ति, तत्र अजादि अस्ति अपि तस्य इति कृत्वा अचिष्टदातुगृहम् इत्यस्य प्रसक्तिः भवति, अतः तत्र उवङ् आदेशः भवति इति अस्ति। अग्रे गच्छामि वा, पठतु महोदय। सामान्यचिन्तनमेव किल, इदानीं फैनल् चिन्तनं महोदय भगिनी, तत्र अन्त्य सामान्य समानचिन्तनं समानचिन्तनम् तत्र इयङ् अत्र उवङ् ऋकारान्तदातवः सुधादिगणे चत्वारः ऋकारान्तदातवः सन्ति मृङ् पृङ् दृङ् धृङ् च, इमे सर्वे नितः अतः अनुदात्तानित आत्मनेपदम् इत्यनेन आत्मनेपदिनः, तस्मात् शानचेव भवति न तु शत्रु। तथापि संक्षेपे शानजार्थं किं भवति इति पश्येम। शानजपि कर्तृत्वे सम्भवति, तदा षित्तु अस्ति एव, अतः तस्य सार्धातुकत्वात् कर्तरि शप् इत्यनेन शप् विहितः, शपं प्रपाद्य षविकरणप्रत्ययः आयाति इति ज्ञातम्। तस्मात् कारणात् अत्र रिङ् षट् लिङ्क्षु इति सूत्रं कार्यं करोति। रिङ् षयङ्लिङ्क्षु इति शब्दम्, अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति षप्रत्यये परे अस्ति चेत्। क्रमेण इदं कार्यम् अवलोकयेम। सुधादिगणीयः मृङ् इति धातुः, अत्र शपं तत्र श इति ऋकारान्तदातूनां कृते रिङ् ष यङ् लिङ् षु इति सूत्रं कार्यं करोति। तत् किम् इति पश्येम। मृङ् धातुं स्वीकृत्य अयं मृङ् धातुः यदि भवात् हा किम् अत्र किमर्थं विद्यार्थ किं शत्रु अपि सानच् प्रत्ययोः आत्मनेपदम् इति जानामि, अनुदात्तम् इति सानच् आत्मनेपदम् एव भवति, तत्र किमर्थं रिङ्क्ष यङ् लिङ्क्षु इति कार्यं करोति? लिङ् आदेशः भवति श प्रत्यये परि लिङ् आदेशः भवति, शानस्यपि श तत्र शत्रु अपि श अस्ति, शत्रु अपि श अस्ति, न श प्रत्यये भवति खलु, आत्मनिर्भवति परस्य वदे भवतु, श इति अस्ति खलु, श इत्युक्ते शीत् न, श इत्युक्ते श प्रत्यय तुलादिगणस्य श प्रत्यय न तु शीत् श एव श इति अस्ति नाम तुलादिगणीया एव श प्रत्ययः परे भवेत् अथवा यक् परे भवेत्, यक् कुत्र अस्ति कर्मण्यधिक कर्मण्यवस्था कर्मणि कर्मणि अपि च लिङ् लकार तत्र परे अस्ति चेत् हा माशीत् लिङ्ग् तत्र ऋकारान्तधातूनां तस्य रिङ्ग् आदेशः भवति, रिङ्ग् आदेशः। अत्र भेदः किं, किमर्थं रिङ्ग् अत्र सानच् प्रत्यये परे अत्र अस्तु चिन्तनं नास्ति, स्थानदस्तु शत्रुः अस्तु उभयत्र कर्तरी अस्ति, उभयत्र शप् आगच्छति, शप् प्रपाद्य श आगच्छति, श अस्ति अतः रिङ् आदेशः भवति। युगादिगणे सर्वे ऋकारान्तदातवः आत्मनेपदिनः सन्ति इति कृत्वा तत्र आत्मनेपदिनः चिन्तनमेव भवति श्यामजि। किं भवति इति ऋकारान्तदातवः नास्ति प्रश्नपदेषु वा दिवादिगणे तुदादिगणे सर्वे सुगादिगणे सर्वे तत्र नितन्तः सन्ति अतः आत्मनेपदिनः मृङ् पृङ् दृङ् दृङ् इति अस्तु महोदय अत्र एतत् सर्वं मा पठतु अत्र भ्रमात्मकः एव अस्ति भुवादिगणे अभविष्यत् सामान्यचिन्तनं करिष्यत् अत्र प्रायः नावश्यकं तत्र भ्रमात्मकम् अस्ति इति मन्ये वस्तुस्थितिः का इति अग्रे पश्यतु वस्तुतिः का इति तथा एव पश्यामि तत्र मृयोग श इति अस्ति इदानीं मृयोग श इति इदानीं मृयोग अ इति भवति इकोणक् इत्यस्य प्राप्तिः तत्र बाद्य सार्धत्कौतुको इत्यनेन गुणप्राप्तिः सार्धत्कमपि इत्यनेन अपिवित्वात् नित्वात् निति च इत्यनेन नित्वात् गुणनिषेधः इदानीं रिङ् ष यङ् यग्लिग्षु इत्यनेन ष प्रत्ययः अस्ति इदं मृ इति अस्ति ष प्रत्ययः अस्ति अतः ष प्रत्ययपरे ऋकारान्तस्य रिङ् आदेशः भवति इत्युक्ते च रिङ् आदेशः भवति मृ धातुः पूर्णतया स्थानेन भवति तत्र निच् इत्यनेन आदेशः नित् चेत् तर्हि अनेकाश्चित् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इदानीं ऋकारस्य स्थाने रि आदेशः तर्हि किं भवति मृयोग रि योग अ मृयोग अ इति अस्ति इदानीं मृयोग अ इति अस्ति इकोयनकि इत्यस्य यण्सन्देहप्राप्तिः प्राप्तिः ष प्रत्यय अजादि अपित् अतः यण्सन्धि प्रपाद्य अतिष्णुधातु ब्रुवाङ् योर्योङ्गौ इत्यनेन यङ् आदेशः यङ् आदेशः णित् अतः णिच्च इत्यनेन अन्त्यस्य एव आदेशः इकारस्य स्थाने इय आदेशः इदानीं इय इति भवति म्रिय म्रिय म्रिय इति भवति म्रिययोग इदानीं शानच् अस्ति अतः म्रिय आन म्रियान आने मुक् इत्यनेन तत्र म्रियमान इति भवति मान इति भवति अत्र अदन्ता अङ्गस्य मुख आगमः म्रियमान इति भवति अनन्तरं वर्णमेलने नत्वं भवति म्रियमाण इति भवति इति अस्ति अग्रे हरिः आगच्छन्ति अत्र यद्यपि मृ इति धातुः अस्ति इदानीं म्रि इति भवति तथापि तत्र अचिष्टधातुगुणाङ्ग एवङ्गो इत्यस्य कार्यं भवति किमर्थमिति चेत् तत्र एकदेशविकृति अनन्यवस्ति इति अस्ति खलु महोदय तदेव खलु किम् एकदेशविकृति अनन्यवत् इत्यनेन तत्र इदानीमपि मृ इति अस्ति मृ इति भवति तथापि तत् मृ एव धातुः इति स्वीकुर्मः सत्य सत्य वस्तुतः धातु मृ अस्ति परन्तु ऋकारान्तत्र मृ भवति इदानीं मृ मध्ये धातुत्वम् इदानीमपि अस्ति मृ मध्ये धातुत्वम् इदानीमपि अस्ति यतोहि मृ ऋकारान्तस्थाने रि एव भवति मृ धातुत्वम् अस्ति इदानीं इकारान्तधातुः अस्ति अचि श्नु धातु ब्रुवां योर्यम् उभङ्गौ इकारान्तधातुः अस्ति धातुवत् एव अस्ति अतः अचिधातु ब्रुवां कार्यं कर्तुं शक्नोति इदानीं धातुः अस्ति इकारान्त अभवति इदानीं मूले ऋकार आसीत् इदानीम् इकारान्तधातुः अभवत् अतः तत्र धातु अचिष्णुधातु तस्मात् अचिष्णुधातु भवान् इत्यनेन भवति अत्र तत्र किमस्ति तत्र तानिवत् आदेश अनल्विधौ खलु तत्र तत्र रि नास्ति इदानीं तर्हि इ अस्ति अल्विधि अस्ति अतः तत् तानिवत् न भवति अतः इ एव स्थानिवत् भवति चेत् इ रि एव भवति चेत् कथं कार्यं भवति खलु न भवति अनल्विधि अत्र अल्विधि अनल्विधि अल्विधि स्थानिवत् नास्ति स्थानिवत् नास्ति इकारान्त इकारान्त एव भवति इकारान्त ऋकारान्त नास्ति किं भवत् रघुपतिमहोदय किं वदति अनल्विधौ अहं न अवगच्छामि किमर्थं स्थानि आदेश स्थानिवत् भवति इति वयं जानीमः खलु स्थानिवत् अत्र आदेशः अस्ति रि रि अत्र ऋकारस्य स्थाने भवति तर्हि रि ऋकार इव भवति न वा न भवति, यतोहि अल् विधि अस्ति, एकम् अल्लम् एकम् अल् निमित्तीकृत्य विधिः अस्ति खलु, ऋकारस्य ऋकारं निमित्तीकृत्य विधिः अस्ति, अतः अत्र हानिवत् नास्ति। हानिवत् भवति चेत् दोषपूर्णः भवति खलु, रि अपि ऋकारान्त एव अस्ति इति कृत्वा अचिष्णु तत्र कार्यमेव न करोति, न रि ऋकारान्त ऋकार एव नास्ति, रि इकारान्त एव अस्ति, अतः अचिष्णु कार्यं कर्तुं शक्नोति इति। मया न अवगतं महोदय, अल्विधिः अस्माभिः पूर्वं पठितं खलु, यत् एकम् अलं वर्णं निमित्तीकृत्य कार्यं भवति तत् अल्विधिः, अत्र अल्विधिः अस्ति खलु, ऋकारस्य स्थाने अल्विधिः अस्ति, अतः तत् अल्विधिः अस्ति, इयङ् आदेशः अल्विधि अस्ति, उवङ् आदेश अल्विधि अस्ति, इयङ् उवङ् इति तत्र खलु, तत्र इ अथवा उ स्थाने भवेत् इति अस्ति, अतः तत्र स्थानिवत् न भवति, अतः स्थाने मूले ऋकारः अस्ति यानि नास्ति ईकारः अस्ति, तत् तदेव स्वीकरणीयं, न तु ऋकारः इति उक्तवान्, केवलं तत्र चिन्तनार्थमेव। भ्रमः अस्ति चेत् चिन्ता मा करोतु, अत्र इकारान्तं भवति, इकारान्तम् अस्ति अतः अचिष्णु कार्यं करोति, तावदेव। अस्तु अग्रे, ऋकारस्य ऋकारस्य स्थाने ऋकारस्य स्थाने रि भवति रिङ् शयक्लिङ्क्षु इति सूत्रेण, सो स इम् रि रि भवति, तदनन्तरम् अचिष्णु दातु किल, तत्र अल्विधौ एव भ्रमः आसीत् मम मनसि, त्यजतु अग्रे पठामि महोदय तत्र। अस्तु महोदय अग्रे पठतु। रिङ्क्ष यङ्ग्लिषु यङ्ग्लिङ् लिङ्क्षु इति यग्लिङ्क्षु इति ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति श प्रत्यये परे यक् प्रत्यये परे यकारादि आर्धधातुक लिङ् च परे ई इति असरधातुके च तत्र ई असरधातुके च लिङ्गः विशेषणम् अस्तु अतः तत्र ई इति अस्तु येन वित्तस्य ऋतः अङ्गस्य पठामि वा सम्पूर्णं किं सम्पूर्णसूत्रं पठामि वा महोदय अथवा अन्तिम परिचितसूत्रम् अन्तिम ई असार्वधातुके षड् श यङ् लिङ्क्षु ऋतः अङ्गस्य रिङ् इति अत्र इ इति तत्र लिङ् लिङ् किमस्ति अत्र लिङ्लकारस्य एव अस्ति महोदय किमर्थम् अत्र किमर्थम् असार्वधातुके किमर्थं न आर्धधातुके असार्वधातुके इति अत्र इ इति तत्र विधिलिङ्ग् अपि भवितुमर्हति खलु अतः तत्र न तत्र न भवति इति प्रायः प्रश्नकः किमर्थम् अत्र असार्वधातुके इति उक्तं किमर्थं न आर्धधातुके इति उक्तं सूत्रे तदा तथा अस्ति तत् किं करणीयम् असार्वधातुक इत्युक्ते आर्धातुक एव खलु आम् अस्तु तत्तु सूत्रस्य शैली अस्ति असार्वधातुक इति कुत्रापि प्रायः तत्र अनुवृत्तिः अस्ति सः अनुवृत्तिरूपेण आगच्छति खलु अन्यथा तत्र वक्तव्यं खलु आर्धातुक इति लाघवं भवति अनुवृत्ति अनुवृत्त्या आगच्छति अत्र अकृत् सार्वधातुकयोः दीर्घ इति सूत्रात् आगच्छति तत्र समीपे अस्ति अतः तत् तस्मात् स्वीकृतमस्ति 25 28 असारधातुके श्य यग्लिङ्क्षु ऋतः अङ्गस्य रिङ् इति एवं निश्च इति वयं जानीमः तत्र अत्र एकः प्रश्नः उदेति, यदा रिङ् आदेशः विहितः तदा मृ इति रूपम्, अस्यां स्थित्यां धातुसंज्ञा नास्ति किल, तर्हि अचिष्टु अचिष्णुधातुपूर्वां योर् यङ् वङ्गो इत्यस्य प्रसक्तिः कथम् इति अस्तु अत्र दत्तमस्ति. आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति, स्वस्य धातुसंज्ञा तिष्ठति. नृ इति मृ इत्यस्य विकारेण मृ तदानीं धातुः तस्य धातुसंज्ञा तदानीम् अस्ति, यतः रि इति आदेशः अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते एव. मृ मृय अयमपि अयमपि धातुः, परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः तदा धातुसंज्ञा न तिष्ठति, मृय योग मृय इति अङ्गः भवति. च इति विकरणप्रत्ययः, तस्य विकरणप्रत्ययः, तस्य पृथक् प्रत्ययसंज्ञा अस्ति, अतः तस्य संयोजनेन मृय इति अधुना धातुः नास्ति, अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव भवति इति अस्ति. यदि प्रत्यययोजना भवति चेत् अङ्गसंज्ञा भवति, यदि धातोः किमपि आदेशः भवति चेत् तत् धातु एव भवति, तस्य विकारं भवति चेदपि तद् धातु एव इति अस्ति. अग्रे सन्ति खलु किं मीना महोदय, मीना भगिन्याः संशयः अस्ति, संशयः अस्ति वा? आं महोदय, आं महोदय. कः संशयः? तत्र धातुसंज्ञां च आदेशव्योज आदेशस्य योजनेन आगमस्य योजनेन तु धातु धातुरेव तिष्ठति, स्वस्य धातुसंज्ञां तिष्ठति. मृ मृ रिङ् रिङ् इति प्रत्यय सूत्रस्य आधारेण मृ भवति, तत्रापि धातुसंज्ञा भवति. रिङ् आदेश अनन्तरमपि धातुत्वं तु भवति, मृ तत्र मृ भवति, मृ धातु एव अस्ति. पूर्वतन इकारधातुः अस्ति, इदानीम् इकारधातुः अस्ति, ते धातुसंज्ञां न त्यजति. तदनन्तरं म्रीस्थाने इयङ् आदेशः भूत्वा म्रिय भवति, तदपि धातुसंज्ञा अस्ति तत्र, परन्तु विकरणप्रत्ययस्य योजनानन्तरं धातुत्वसंज्ञा न भवति, यतोहि इदानीं प्रत्ययः योजितं भवति, युक्तं भवति, युक्तः भवति, अतः अङ्गसंज्ञा भवति. म्रिय म्रिय इति संज्ञा अस्ति, परन्तु अतिष्णु धातु अनन्तरं योजनानन्तरं एकवारं प्रत्ययः योजयति तदनन्तरं धातुसंज्ञा न भवति. तस्मात् पूर्वं यत्किमपि आदेशः भवतु धातुमध्ये धातु इदानीं धातु एव तिष्ठति. विकरणप्रत्ययस्य योजनात् पूर्वम् अथवा कोऽपि प्रत्ययस्य योजनात् पूर्वं धातु धातु एव भवति, आदेश अनन्तरम् आगम अनन्तरम् एव. अस्तु अस्तु महोदय, प्रश्नः अस्ति वा इदानीं? नास्ति महोदय. अस्तु पठितवन्तः किञ्चित् पुनस्थानम् अभवत्. अस्तु तर्हि अग्रे इदानीं मीना भगिन्याः मीना महोदय पठतु. तुदादिगणे चत्वारः रिकारः धातवः, तुदादिगणे चत्वारः श्रूयते वा? आमां श्रूयते. तुदादिगणे चत्वारः ऋकारान्तदातवः मृङ् प्रिङ् दृङ् धृङ् धृङ् येषां सर्वेषां कार्यं मृङ् धातोरिव, अतः म्रियमाण प्रियमाण ध्रियमाण ध्रियमाण इति फलिच इति सूत्रे यथा तथैव अचिष्णुध्रुवां योङ्यवङ्गौ इति सूत्रे अपि अपि तिथि परे किति परे ङिति परे वा नो उक्तं न वा अनुवृत्तौ अनुवृत्तौ अस्ति, परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे, अतः पाणिनेः वदनस्य अवकाश्यता नासीत्. अत्र किं वदति महोदय? हलि च इति सूत्रे यथा धातु ब्रुवाम् अचिष्णु धातु ब्रुवां सूत्रे वस्तुतः लिखितं नास्ति यत् अपित् प्रत्यय परे एव कार्यं भवति, इत् प्रत्यय परे एव कार्यं भवति, नित् प्रत्यय कार्यं भवति खलु. परन्तु अनुमानं कर्तुं शक्नुमः यत् कित् प्रत्यय परे अथवा नित् प्रत्यय परे एव कार्यं भवति. किमर्थं कित् पित् नास्ति, पित् अस्ति चेत् सार्वधातुक अर्धातुक एव कार्यं भवति. किमर्थं न लिखितं नास्ति एक्स्क्लूजन् इति? बै एक्स्क्लूजन् वयं ज्ञातुं शक्नुमः यत् अस्य कार्यम् आहत्य कित्नित् प्रत्ययपरे एव भवितुं शक्नोति. यतोहि कित्नित् नास्ति चेत् पित् अस्ति चेत् सार्वधातुक आघातुकयोः इत्यनेन कार्यं भवति. सूत्राणि तादृश स्थापितवान् अतः तत्र आवश्यकता नास्ति, आवश्यकता नास्ति. यतोहि अन्यथा किं भवति, लाघवं न भवति सूत्रे, दीर्घं भवति. अस्तु अग्रे ऋकारं दातवः द्वौ धातु स्तः सुधादिगणे कृ गृ इति द्वौ ऋकारन्त धातु स्तः. अधुना अस्माभिः दृष्टं यत् ह्रस्व ऋकारन्तधातूनां ऋङ् आदेशः भवति. यदा मृङ् ऋङ् आदेशः मृ, इयङ् आदेशः मृय, मृय योगः श विकरणप्रत्ययः अ मृय इति अङ्गं, म्रियमाण इति सानचन्दरूपम्. परन्तु दीर्घऋकारान्तधातूनां कार्यं भिन्नं. स्मर्यते यत् दिवादिगणे दीर्घऋकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः, झृ झि. तुदादिगणे अपि तदा, दिवादि तुदादि अपि तदा, उभयत्र ऋतयुद्धातोः इत्यस्य प्रसक्तिः. परन्तु ततः अग्रे भिद्यते यतोहि दिवादिगणे श्यन् हलादि अपित्, किन्तु तुदादिगणे श अजादि अपित्. दिवादिगणे हलि च इत्यनेन उपधायाम् एकः दीर्घत्वं, परन्तु तुदादिगणे हलि च इत्यस्य प्रसक्तिः नास्ति, अतः उपधायाम् इक् ह्रस्वः तिष्ठति. अग्रे क्रमः प्रदत्तः अस्ति कृ इति धातु. कृ योगः श कृ योगः अ इको यनचि इत्यनेन यन् सन्धेः प्राप्तिः, तं प्रबाद्य सार्वधातुक आर्धधातुको यदन गुणप्राप्तिः, सार्वधातुकम् अपित् इत्यनेन ज्ञिते इत्यनेन गुणनिषेधः, कृयोगः तत्र ऋत ऋत इत् धातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकारादेशः, तत्र मुद्रणदोषमस्ति. क्रि क्रियोगः अन् आदेशः भवति, तथा स अन् सदा रपरः. किर् योगः किर किर योगः शत्र किरत् अतो गुणे पूर्वपरयोः पररूपं किरत् इति भवति. ऋत यद् धातोः पठितव्यं वा? ऋतधातोः अङ्गस्य यत् एव अलोन्तस्य न पठनीयम्, इदं सर्वं न पठनीयं, किमपि न पठनीयं. वस्तुतः अत्र ज्ञातं वयं किं भवति, किरु अस्ति, मृत धातोः इत्यनेन दीर्घ ऋकारः अस्ति अतः इकारः भवति. कि उरण्परः इत्यनेन किर् भवति, किर् योगः अत् किरत् इति भवति, समाप्त किरत्. तथैव गृ धातु गिरत्. दिवादिगणे तत्र किं भवति, झृ धातु अस्ति, तत्र जिरत् न भवति अथवा जिर्यत् न भवति, तत्र जीर्यत् भवति, दीर्घत्वं भवति. किमर्थं न न ऋतधातु इत्यनेन जी भवति, उरण्परत्वेन जिर् भवति, परन्तु तदनन्तरं जीर् भवति, दीर्घत्वं भवति. तद् दीर्घत्वं तुदादिगणे नास्ति. किमर्थं, यतोहि सुदादिगणे अस्ति, दिवादिगणे हलादिप्रत्ययः अस्ति य, अतः हलि च इत्यनेन दीर्घत्वं भवति जीर्य. हलि च अत्र हलि च तत्र हलि च अत्र ऋतयद्धातोः द्विवादयन्तु ददाति अवगच्छन्ति वा अवगतं महोदय तेन उरन्ध्रपरः सामान्यसूत्रमेव हली च अपि सामान्यसूत्रं किं पठित पठनं किं पठनीयं कुत्र पठनीयं समयः जातः महोदय समयजातः आम् अत्र काणाकरणीयं नास्ति अस्माभिः काणाकरणीयः तिङन्तप्रकरणे एव अस्माभिः पठितं पुनराभ्यासः एव अस्तु तर्हि इदानीं विरमामः धन्यवादः धन्यवादः शुभरात्रिः महोदय नमस्कारः नमस्कारः अग्रिमे वर्गे अस्ति वा ईस्टर् होलिडे